ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र हल्सन्धिः, किन्तु तत्र मध्ये तत्र वयं कथां पठामः इति इच्छन्तः अद्यापि तत्र नूतनां कथां पठामः, मैत्री एव सम्पत्तिः इति। अस्तु, तर्हि तत्र उषादिवते भगिनी आरम्भं करोतु तर्हि। आं महोदय। मैत्री एव सम्पत्तिः। कश्चन तु विशालः सरोवरः आसीत्। तस्य तटे कश्चन मयूरः वसति स्म। समीपे एव काचित् मयूरी अपि निवसति स्म। एकदा मयूरः मयूरिसमीपं गत्वा विवाहप्रस्तावं कुर्वन् उक्तवान्, यदि भवती मम परिणयम् अङ्गीकुर्यात् तर्हि आवयोः जीवनं सुखेन यापितं भविष्यति इति। तदा मयूरी पृष्टवती, भवतः कति मित्राणि सन्ति? मयूरः उक्तवान्, मम कोऽपि सुहृत् नास्ति। एतत् श्रुत्वा मयूरी विवाहप्रस्तावं निराकृतवती। एतस्मात् खिन्नः मयूरः ततः प्रत्यागच्छत्, किन्तु मयूरी परिणेतव्या इति इच्छा तस्मिन् प्रबला आसीत्। अतः सः कालान्तरे सिंहस्य, कश्चपस्य, काकस्य च मैत्रीं सम्पादितवान्। सम्पादितवान्। अस्तु, समीचीनम्। अस्तु, इदानीम् उषास्वामिनः भगिनि। एतां वार्तां श्रुत्वा मयूरी प्रसन्ना अभवत्, अतः सा विवाहार्थं सम्मतिं दत्तवती। अचिरात् एव तयोः विवाहः सम्पन्नः। एकस्मिन् विशालवृक्षे ताभ्यां नीडः निर्मितः। तत्र सुखपूर्वकं बहूनि वर्षाणि ताभ्यां यापितानि। अत एकदा कश्चन व्याधः तत्र आगतः। सरोवरे स्नानं कृत्वा सः विशालवृक्षस्य अधः शयनं कृतवान्। वृक्षस्य उपरि मयूरदम्पत्योः लघुशावकानां क्रीडा प्रचलति स्म। अतः शीघ्रमेव व्याधः जागरितः। आदिनं सः भोजनं न प्राप्तवान् आसीत्। अतः महती बुभुक्षात् तं बाधते स्म। वृक्षे लघुशावकान् दृष्ट्वा अद्य एतानेव खादामि इति विचार्य सः वृक्ष आरोहणम् आरब्धवान्। एतत् दृष्ट्वा मयूरदम्पती चिन्ताकुलौ जातौ। मयूरः सहयोगम् अपेक्षमाणः काकस्य समीपं गतवान्। झटिति काकः सर्वत्र ध्वनिम् अकरोत्। एतस्मात् सिंहः ज्ञातवान्, मम सुहृत्सु कस्यचित् कोऽपि अपायः अस्ति इति। सः उच्चैः गर्जन् शीघ्रमेव वृक्षस्य समीपं प्रस्थितः। एतावता कच्छपः अपि जलात् बहिः आगतः। दूरात् एव सिंहं दृष्ट्वा तस्य गर्जनं श्रुत्वा च भीतः व्याधः वृक्षारोहणप्रयासं परित्यज्य वृक्षात् अधः आगत्य ततः धावितवान्। एवं मार्गे धावन् सः सरोवरसमीपे कच्छपं दृष्टवान्। एतं वा गृहीत्वा मम बुभुक्षां निवारयिष्यामि इति सङ्कल्प्य सः तं कच्छपं गृहीतुम् अग्रे गत्वा यदा हस्तं प्रासारयत् तदा कच्छपः पुनः जले निमग्नः अभवत्। व्याधस्य पादौ पङ्के निमग्नौ। तदैव सिंहः तत्समीपम् आगत्य तं मारयित्वा खादितवान्। एतत् सर्वं दृष्ट्वा मयूरी काकाय सिंहाय कच्छपाय च कृतज्ञतां सम्पूर्य पतिं समर्प्य कृतज्ञतां समर्प्य पतिं मयूरम् उद्दिश्य उक्तवती विवाहात् पूर्वं मया मित्राणां सङ्ख्या पृष्टा आसीत् ततः एव भवता मित्राणां प्राप्त्यै प्रयासः कृतः मम प्रस्तावः एवम् उपयोगाय अभवत् इति आम् अद्य यदि मित्राणि न अभविष्यन् तर्हि आवयोः शावकाः अपि जीविताः न अभविष्यन् अतः मैत्री सर्वेषु सम्बन्धेषु अमूल्यसम्पत्तिः भवति अस्माकं जीवने उत्तममित्राणि अस्माकं जीवने उत्तममित्राणि सर्वदा दुग्धे शर्करा इव भवन्ति ओ दुग्धे शर्करा इव भवन्ति इति सानन्दम् अवदत् मयूरः समीचीनं भगिनि धन्यवादः अस्तु तर्हि इदानीं भगिनि भवती एव इदानीं आरम्भं करोति वा आं महोदय तत्र कच्छपः इत्युक्ते किं महोदय टार्टोय्स् इति मन्ये भगिनि टर्टल् टार्टोय्स् ओ अस्तु शावकः इत्युक्ते लघु एग्स् इति नास्ति खलु यङ्ग् वन्स् इति खलु अस्तु कश्चन सुविशालः सरोवरः आसीत् तत्र एकमेकं वाक्यं नीत्वा उदनीयं वा महोदय अस्तु भगिनि यथा भवत्याः अभिरुचिः यान् तत्र व्याकरणस्य अंशान् तत्र येषां तत्र विवरणं कर्तुम् इच्छति तत् करोतु तावदेव अस्तु कश्चन तत्र कश्चन इति विसर्गसन्धिः दृश्यते तत्र तत्र बहूनि सूत्राणि कार्यं कुर्वन्ति अन्ते विसर्गस्य तत्र शकारः दृश्यते कश्चन इति भवति सुविशालः तत्र विशालः सु इति योजनेन सुविशालः इति इतोपि विशालत्वस्य बोधनं करोति सुविशालः इति सरोवरः तत्र विशेषविशेषणम् आसीत् तस्य तटे इत्युक्ते समुद्रतटे नदीतटे तीरे इति भवति तीरम् इति अपि वक्तुं शक्नुमः कश्चन मयूरः आसीत् वसन् आसीत् अपि च तस्य समीपे एव काचित् मयूरी अपि निवसति स्म तत्र काचित् इदानीं तत्र का इति तत्र कोऽपि सन्धिः नास्ति का योगः चित् मयूरी अपि निवसति स्म इति जानीमः स्म प्रयोगः वर्तमानकाले क्रियापदं किन्तु भूतकालार्थे भवति स्म इति योजनेन एकदा मयूरः मयूरी समीपं गत्वा विवाहप्रस्तावं कुर्वन् उक्तवान् इति तत्र मयूरः तस्य एकां मयूरीम् इच्छति सः तस्य समीपं गच्छति अपि च तस्याः समीपं गच्छति विवाहस्य प्रस्तावं करोति तत्र कुर्वन् उक्तवान् शत्रन्तप्रत्ययः यत् भवती तं परिणयितुम् इच्छति वा इति अङ्गीकरोति वा इति पृच्छति अपि च तत्र आश्वासनमपि ददाति यदि तादृशं भवती करोति चेत् अवश्येन तौ द्वौ सुखेन जीवनं यापयितुं शक्नुतः इति तदा मयूरी आम् अङ्गीकुर्यात् इति तत्र अङ्गीकुर्यात् परिणयम् अङ्गीकुर्यात् तत्र परिणयम् इति कर्मपदं भवति मम परिणयम् इति परिणयम् तत्र द्वितीया एव अङ्गीकुर्यात् भवती अङ्गीकुर्यात् इति एकवचने अङ्गीकुर्यात् इति तत्र लट्टी अङ्गीकरोतु इति करोति इति भवति अङ्गीकरोति इति भवति तस्य विधिलिङ्ग् प्रयोगः अपि च तदा मयूरी उत्तरं ददाति अथवा तत्र प्रश्नं पृच्छति मयूरं भवतः कति मित्राणि सन्ति मयूरी इदानीं तस्य प्रश्नस्य उत्तरं किम् उत्तरस्य पूर्वम् उत्तरं दातव्यं भवति किन्तु तस्मात् पूर्वं ज्ञातुम् इच्छति यदि मयूरस्य मित्राणि सन्ति वा इति अपि च कति मित्राणि सन्ति इति तदा मयूरः वदति मम कोऽपि सुहृद् नास्ति इत्युक्ते तत्र मयूरी मित्राणि इति पृष्टवती किन्तु मयूरः सुहृद् इति वदति इत्युक्ते सुहृद् इत्युक्ते कष्टकाले ये साहाय्यं कुर्वन्ति अपि च तत्र मैत्रिः अपि सुखकरम् अस्ति सुहृदः सुहृदः मैत्रिः तत्र यः कस्यापि तत्र तत्र यस्य कस्यापि मैत्रिः न सुहृदस्य मैत्रिः इति सुहृद् इत्युक्ते मैत्री मित्रः मित्रमेव किन्तु सुहृद् इत्युक्ते तत्र रामस्य सुहृद् इत्युक्ते तत्र रामस्य विषये तस्य तत्र अधिकं तत्र चिन्तनम् अस्ति तत्र शुभं भवेत् रामस्य जीवने सर्वं शुभं भवेत् इति तत्र आङ्ग्लभाषा वेल् विशर् इति सुहृद् तदेव महोदय अस्ति तदेव तत्र व्यत्यासः अस्ति अपि च एतत् श्रुत्वा मयूरी इदानीं तत्र मयूरी इदं एतत् श्रुतवती अपि च सः ज्ञातवती तस्य सुहृदः नास्ति सुहृत् सुहृदौ सुहृदः सुहृदः नास्ति इति ज्ञात्वा विवाहं कर्तुं न अङ्गीकृतवती सुहृदः न सन्ति इति कृत्वा न सन्ति इति ज्ञात्वा अङ्गीकरणं न कृतवती तेन तेन सः मयूरः खिन्नः अथवा खिद्यते इति वक्तुं शक्नुमः सः महोदय खिद्यते अपि च खिद्यन् ततः निर्गतवान् खिद्यन् इति भवति खलु महोदय खिद्यन् निर्गतवान् इति तत्र प्रायश खिद्यते इति तत्र खिद्यमानः मयूरः क्षणतं खिद्यमानः मयूरः ततः निर्गतवान् सम्यक् खलु महोदय इदानीं समीचीनं खिद्यमानः यतोहि खिद्यमानः मयूरः आत्मनेपदी आत्मनेपदी सत् आम् आम् आम् किन्तु मयूरी परिणेतव्या तत्र अनियर् प्रत्ययः अतः कर्मणि प्रयोगः भवति अतः मयूरी इति प्रथमविभक्तौ भवति मयूरी परिणेतव्या इति वाक्यं भवति सः कर्मपदमपि योजयामश्चेत् तत्र तस्य मनसि अस्ति मया मयूरी परिणेतव्या इति मया कर्तृपदमपि योजनीयः चेत् मया मयूरी परिणेतव्या एव इति तस्य निर्धारः अस्ति अतः सः इदानीं यत् तया प्रार्थितम् अथवा इष्टं तद् करोमि इति निर्धारयति अपि च यतोहि तस्य इच्छा प्रबला आसीत् मयूरीं परिणेतव्यम् इति इच्छा प्रबला आसीत् अतः सः निर्धारितवान् तर्हि सुहृदान् प्राप्नोमि इति अतः कालान्तरे गच्छता कालेन सुहृदान् इति न खलु न न न हलन्त क्षम्यतां हलन्तं भवत् भवान् किं भवति भवन्तं भवन्तौ भवतः सुहृदः हा सुहृदव सुहृदः प्राप्नोमि इति भवति अपि च कालान्तरे इत्युक्ते गच्छता कालेन कालक्रमेण सः सुहृदः प्राप्तवान् अपि सिंहस्य कच्छपस्य अपि च काकस्य मैत्रीं सम्पादितवान् मैत्रीं नाम मित्रस्य भावः मैत्री मैत्री मित्रस्य मित्रस्य भावः मैत्री मैत्री नाम तादृशसम्बन्धः तयोः मध्ये तादृशसम्बन्धः आसीत् मैत्री सम्बन्धः तयोः मध्ये आसीत् तत् मित्रः इति कृत्वा मित्रे मित्रे द्वे तत्र द्वौ द्वौ मित्रे इति भवति तेषां मैत्रीं सम्पादितवान् इत्युक्ते प्राप्तवान् इति प्राप्तवान् इति अर्थः भवति किन्तु सम्पादितवान् इत्युक्ते लब्धवान् अथवा तत्र लब्धवान् समीचीनं भवति लाभः तत्र अतः लब्धवान् इति भवति लब्धवान् इति समीचीनम् अस्तु अग्रिमं परिचयमपि करोति वा तदनन्तरं तत्र अन्य तत्र अन्य कोऽपि कुर्यात् अथवा आम् आं करोमि महोदय अस्तु अस्तु एतां वार्तां श्रुत्वा मयूरी प्रसन्ना अभवत् इदानीं मयूर्याः समस्या तु तदेव आसीत् इदानीं निवारिता अभवत् समस्या इदानीं मयूरस्य सुहृदः आसन् सन्ति अतः सा इदानीं किं तत्र सन्तोषेण तं परिणयितुम् अङ्गीकृतवती अपि च तत्र मयूरी प्रसन्ना इत्युक्ते तत्र तस्य सा सन्तुष्टा अभवत् इति अपि वक्तुं शक्नुमः तत्र अपि च परिणयितुमपि निर्धारितवती अतः सा विवाहार्थं सम्मतिं दत्तवती तदेव अङ्गीकृतवती सम्मतिं तत्र योगः मतिम् इति भवति अङ्गीकरणे इति भवति तर्हि नाम तत्र तस्य मन्यते नाम मन्यते इति अर्थे सम्मतम् अस्ति इति सम्मतिं दत्तवती दत्तवती अचिरात् एव तयोः विवाहः सम्पन्नः अपि च शीघ्रं तस्मात् परं शीघ्रमेव तौ द्वौ परिणीतवन्तौ परस्परं परिणीतवन्तौ विवाहः सम्पन्नः इति अस्ति तत्र सम्पन्नः तत्र प्रायशः ता प्रत्ययः वा इति मन्ये सम्पन्नः ता इति प्रायशः ता प्रत्ययः इति मन्ये तत्र महोदय विवाहः सम्पन्नः आम् खलु भगिनि तत्र जीर्णः इतिवत् नकारः तकारस्य नकारः भवति तत्र रथाभ्यां निष्ठातो नः पूर्वस्य ततः तेन वा ऐ दकारः भवति तेन दकारः भवति नकारः तदनन्तरं नकारः भवति केन सूत्रेण इति न स्मरामि अस्तु तर्हि तत्र तदेव का प्रत्ययान्तपदम् अस्ति प्रत्यय दकारा बिकम्स् द अनुस्वारस्य नो यरो अनुनासिके अनुनासिको वा इत्यनेन नकारः अण्ड् देन् द आक्चुलि द तकार बिकम्स् नकार बै रदाभ्यां निष्ठातो खलु रदाभ्यां निष्ठातो नः पूर्वस्य ततः 8 to 40 or 41 सम्थिङ्ग् अस्तु किन्तु साक्षात् तत्र धातुः तत्र तत्र तत्र यरोनुनासिके इत्यस्य कार्यं नास्ति यतोहि तत्र पदान्ते परवर्णः अनुनासिक नास्ति तकार प्रथमं तकार बट् तकार बिकम् नकार फै रदाभ्यां निष्ठातो प्रथमम् अनन्तरमेव यरो अनुनासिके ऐ थिङ्क् पद् धातुः महोदय पद् धातु सो रदाभ्यां निष्ठातु रकारान्त अथवा दकारान्त धातु तकारान्तप्रत्यय बिकम्स् नकार नकार अस्तु अस्तु इति सम्पन्नः इति पदम् उत्पद्यते अस्तु एकस्मिन् विशालवृक्षे ताभ्यां नीडः निर्मितः इदानीं परिणीतवन्तः अतः तत्र तयोः कृते एकं गृहम् आवश्यकम् आसीत् अतः तत्र विशालवृक्षे एकं विशालवृक्षं छित्त्वा तत्र नीडं निर्मितवन्तौ तौ तत्र सुखपूर्वकं बहूनि वर्षाणि ताभ्यां यापितानि अपि च तत्र विवाहानन्तरम् अनन्तरं सुखेन तौ दम्पती स्तः सुखेन स्तः महोदय तत्र दम्पती इति पदम् अस्ति खलु तत्र नित्यद्विवचने एव खलु महोदय दम्पती इति इत्युक्ते द्विवचने इत्युक्ते तत्र स्तः इति सम्यक् खलु दम्पती स्तः अस्तु अतः एव तत्रापि तत्र ताभ्याम् इति द्विवचने अस्ति यतोहि ताभ्यां यापितानि नाम तत्र दम्पती यापितवन्तौ तत्र तृतीया ताभ्याम् इति ताभ्यां यापितवन्तौ अथवा नाम क्षम्यतां हा दम्पती यापितवन्तौ अथवा दम्पती तौ तैः न ताभ्यामेव ताभ्यां दम्पतीभ्यां यापितानि इति यापितानि इति अस्ति समीचीनम् अस्तु तत्र मध्ये वेदभगिनी आगतवती किन्तु इदानीं कृतवती मन्ये अस्तु अस्तु अस्तु अस्तु तर्हि इदानीं तत्र उषास्वामिनाथन् भगिनी अग्रे अथवा आमां प्रायशः भवती एव पठतु भगिनि इदानीं अस्तु महोदय प्रयत्नं करोमि ऐ केन् से लैक् शोभा भगिनि सर्वे वयम् अतः छात्राः एव भगिनि अतः चिन्ता मास्तु भगिनि महोदय संस्कृतेन वक्तुं वयं सर्वे प्रयासं कुर्वन्तः स्मः तावदेव अस्तु आं भगिनि यावत् यावत् कर्तुं शक्नुमः तावत् कुर्मः अतः एकदा कश्चन व्याधः तत्र आगतः अग्रे कालात् अनन्तरं व्याधः एकः व्याधः आगतवान् सरोवरे स्नानं कृत्वा सः विशालवृक्षस्य अधः शयनं कृतवान् सः विशालवृक्षस्य अधः शयनं कृतवान् ऐ डोण्ट् नो नाम कृत्वा कृत्वा इति तत्र तत्र त्वान्तं नाम प्रथमतया स्नानक्रिया अनन्तरं शयनक्रिया आम् वृक्षस्य उपरि मयूरदम्पत्योः लघुशावकानां क्रीडा प्रचलति स्म ओके सो लघुशावकाः क्रीडन्ति स्म अत्र नीडे तत् ध्वनिं व्याधेन श्रुतं नाम तेषां ध्वनिः नाम क्रीडा तेषां ध्वनिः तेषां क्रीडायाः ध्वनिः व्याधेन श्रुता श्रुतं व्याधः श्रुतवान् ध्वनिः इति स्त्रीलिङ्गे अस्ति अतः ध्वनिः ध्वनिः इति ध्वनिः श्रुता ओके श्रुता इति अतः शीघ्रं व्याधः जागरितः शयने तर्हि तत्र केन कारणेन सः तत्र जागरितः अभवत् सः नीडायाः ध्वनिं श्रुता ध्वनिः श्रुता सः क्रीडायाः ध्वनिः श्रुता सः जागरितः शीघ्रमेव जागरितः क्रीडायाः ध्वनिं श्रुत्वा जागरितः अभवत् आदिनं सः भोजनं न प्राप्तवान् आसीत् अतः महति बुभुक्षा तं बाधते स्म तद्दिने भोजनं व्याधः भोजनं न कृतवान् तदा महती बुभुक्षा अनुभवितवान् नाम पूर्णदिनं पूर्णदिनम् ओ पूर्णदिनम् ओके नाम केवलं तस्मिन् दिने इति न नाम तस्मिन् समये इति न पूर्णदिनं नाम आदिनं नाम प्रातःकालात् सायं पर्यन्तं सः किमपि न खादितवान् भोजनं न प्राप्तवान् आसीत् आदिनम् अतः व्याधः महती बुभुक्षा अनुभवितवान् अनुभूतवान् तत्र बुभुक्षा तं बाधते इति आसीत् बुभुक्षेण बुभुक्षया सः बाध्यते खलु बुभुक्षा इति तत्र बुभुक्षा तं बाधते इति तत्र बुभुक्षा बाधते इति लटि वाक्ये बुभुक्षया सः बाध्यते तत्र कर्मणि रूपं तावत् नाम तत्र तम् इति क्रियापद तत्र कर्मपदं द्वितीयविभक्त्याम् अस्ति तस्य प्रथमविभक्तिरूपं स्थापयामस्ति सः इति बाध्यते सः इति भवति बाध्यते इति स्थाने बाध्यते बुभुक्षया कर्तृपदं बुभुक्षा तर्हि महत्या बुभुक्षया सः बाध्यते स्म वृक्षे लघुशावकान् दृष्ट्वा अद्य एतानेव खादामि इति विचार्य सः वृक्षारोहणम् आरब्धवान् व्याधः लघुशावकान् दृष्टवान् लघुशावकान् दृष्ट्वा सः चिन्तयति अद्य एतान् शावकान् अहं खादामि इति चिन्तित्वा सः वृक्षारोहणं कृतवान् आरब्धवान् वृक्षारोहणम् आरब्धवान् वृक्षस्य आरोहणम् आरब्धवान् एतत् दृष्ट्वा तत्र लेबन्तं तत्र दृष्ट्वा विचार्यते लेबन्तं तावदेव अस्तु एतत् दृष्ट्वा मयूरदम्पती चिन्ताकुलौ जातौ मयूरदम्पती व्याधस्य आरोहणं दृष्ट्वा चिन्ताकुलौ जातौ यतोहि आपत् भवति लघुशावकान् कृते आपत् सः खादिष्यति सम्भवति इति कृते इति मनसि निधाय तत्र चिन्ता निधाय चिन्ताकुलौ जातौ चिन्तामग्नौ जातौ आं महोदय अपि द्विवचने यतोहि दम्पती इति अस्ति मयूरः सहयोगम् अपेक्षमाणः काकस्य समीपं गतवान् ओके मयूरः तस्य मित्रः काकस्य समीपं गतवान् सहयोगम् अपेक्षमाणः फ्रेण्ड्लि हेल्प् हि एक्स्पेक्ट्स् आर् समीचीनं तत्र अपेक्षमाणः इति तत्र अपेक्षमाणः शत्रुप्रत्यय तत्र अपेक्षते इति अपेक्षते किन्तु अर्थः तत्र शत्रन्त अर्थः यः अस्ति सः एव अर्थः किन्तु आत्मनेपदि धातु इति कृत्वा आत्मनेपदि मानः इति अस्ति णत्वमपि भवति तत्र क्ष इति अस्ति इति कृत्वा अपेक्षमाणः सहयोगम् अपेक्षमाणः नाम सहयोगम् इत्युक्ते साहाय्यं नाम साहाय्यम् अपेक्षते साहाय्यं मयूरः तत्र काकस्य इति तद्भागं त्यजतु निष्कासयतु केवलं तत्र मयूरः सहयोगम् अपेक्षमाणः अस्ति अपेक्षमाणः अस्ति इति चिन्तयतु अपेक्षमाणः अस्ति, तर्हि अर्थः कः नाम तत्र बालकः गच्छन् अस्ति इत्युक्ते बालकः गच्छति खलु. आं महोदय, सो तथैव मयूरः, मयूरः सहयोगम् अपेक्षमान् अपेक्षते अपेक्षते मयूरः सहयोगम् अपेक्षते. किम् अपेक्षते? सहयोगम् अपेक्षते अपेक्षते सहयोगम् अपेक्षते. तादृशः मयूरः यः सहयोगम् अपेक्षते अथवा सहयोगम् अपेक्षमाणः मयूरः काकस्य समीपं गतवान् तावदेव. अग्रे झटिति काकः सर्वत्र ध्वनिम् अकरोत्. काकः साहाय्यं कृतवान्, साहाय्यरूपेण ध्वनिम् अकरोत्. एतस्मात् सिंहः ज्ञातवान् मम सुहृत्सु कस्यचित् कोऽपि अपायः अस्ति इति. काकस्य ध्वनिं सिंहः श्रुतवान्, सिंहः श्रुतवान् अपि च सिंहः ज्ञातवान् मम सुहृत्सु कस्यचित् कोऽपि अपायः अस्ति इति. मम सुहृत्सु मम मित्रः कस्यचित् अपायमध्ये अस्ति इति. कोऽपि कोऽपि अपायः अस्ति तत्र प्रायश तत्र किञ्चित् तत्र भगिनी तत्र मम सुहृत्सु कस्यचित् कोऽपि अपायः अस्ति. ओ सुहृत्सु कस्यचित् सुहृत्सु कस्यचित् सुहृत्सु नाम तत्र तत्र सप्तमी किमर्थमस्ति इत्युक्ते तत्र निर्धारणे सप्तमी इति भवति खलु तादृश नाम कोऽपि अस्ति सुहृत्सु कोऽपि अस्ति तस्य अपायमध्ये अस्ति इति. सिंहः न ज्ञातवान् तस्य सुहृत्सु कः इति न जानीमः किन्तु कोऽपि अस्ति तस्य अपायः अस्ति. कीदृशः अपायः अपि न जानीमः अथवा किमपि अथवा कोऽपि अपायः अस्ति तस्य मित्रस्य अस्ति इति. अतः तत्र कस्यचित् इति तत्र सुहृत्सु इति अपायः कोऽपि अपायः कस्य इत्युक्ते कस्यचित् वयं न जानीमः कस्य इति. किन्तु ये अन्यतमः सुहृत्सु अन्यतमः कोऽपि अस्ति तस्य अन्यतमस्य कोऽपि अपायः अस्ति इति सः सिंहः ज्ञातवान्. समीचीनं. सः उच्चैः गर्जन् शीघ्रमेव वृक्षस्य समीपं प्रस्थितः. सः सिंहः उच्चैः गर्जितवान्, उच्चैः गर्जन् अस्ति सः सिंहः शीघ्रमेव वृक्षस्य समीपम् आगतवान् एतावता कच्छपः अपि जलात् बहिः आगतः. कच्छपः मित्रः कच्छपः अपि जलात् बहिः आगतः. कच्छपः अपि काकस्य ध्वनिं श्रुत्वा कच्छपः अपि तत्र बहिः आगतः तत्र गत्यार्थकधातोः तत्र प्रत्ययः यदि योजयामः कर्तरी तत्र कर्तरीरूपं कर्तरीर्थे भवति अतः एव आगतवान् इति. समीचीनम्. अग्रे दूरात् एव सिंहं दृष्ट्वा तस्य गर्जनं श्रुत्वा च भीतः व्याधः वृक्षारोहणप्रयासं परित्यज्य वृक्षात् अधः आगत्य ततः धावितवान्. बहु किमपि अस्ति अस्मिन् वाक्ये. दूरात् एव सिंहं दृष्ट्वा सिंहं हौ आगतवन्त सिंहस्य आगमनं दृष्ट्वा तस्य सिंहस्य गर्जनम् अपि श्रुत्वा व्याधः भीतः अभवत्. सत्यं, समीचीनं. नाम सः भीतः अभवत् श्रुत्वा दृष्ट्वा. क्रियाद्वयमपि तत्र मध्ये अस्ति, तत्र समूहे. अतः एव च दृष्ट्वा अपि च श्रुत्वा. आम्, व्याधः भीतः अभवत्. भीतात् भीतः अभवत् इत्यनेन वृक्षारोहणप्रयासं परित्यक्तवान्. परित्यक्त्वा वृक्षात् अधः आगत्य, तत्र परित्यक्त्वा इति न वक्तुं शक्नुमः, यतोहि तत्र परि इति तत्र, ओ परि परि, आमां त्यक्त्वा, जस्ट् केवलं वृक्षारोहणप्रयासं त्यक्त्वा, वृक्षात् अधः आगत्य, वृक्षात् अधः आगत्य ततः धावितवान्, अग्रे गतवान्, निर्गतवान् तत्र, नाम ततः निर्गतः धावितवान्, निर्गन्तुं प्रयासं कृतवान्, ततः धावितवान्. अत्र अत्र आपत्ति महोदय, ऐ अण्डर्स्टाण्ड् बट् ऐ केनाट् से लैक्, किन्तु वर्गस्य एषः एव तत्र एतदेव कार्यमस्ति भगिनि. नाम तत्र अस्माकं मनसि भवति किन्तु तस्य किञ्चित् प्रयासं कृत्वा एव तत्र बहिः, नाम अस्माकं मुखात् तस्य प्रवाहः भवेत् इति, खलु? आं महोदय, टु फोर्स् मैसेल्फ् टु डू देट् ऐ केम्. एतदेव यथा आङ्ग्लभाषया वयं सरलतया वक्तुं शक्नुमः, तथैव एतदपि कर्तुं शक्नुमः. केवलं तत्र प्रयासः कुर्वन्तः स्मः चेत् भवति भगिनि. अतः चिन्ता मास्तु, तत्र प्रयासं कुर्वन्तः स्मः तावदेव. एतं वा गृहीत्वा मम कच्छपं दृष्टवान्. एवं मार्गे धावन् सः सरोवरसमीपे कच्छपं दृष्टवान्. अग्रे अस्तु, तत्र उषा दिवते भगिनी वदति. न महोदय, ऐ वास् ट्रैङ्ग् टु से ततः धावितवान् फ्रम् देर्, ऐ मीन् ततः ततः न, किन्तु तत्र ततः धावितवान्, निर्गतवन्तः. तत्र धावनसमये सः धावनसमये सः मार्गे कच्छपः दृष्टवान्, कच्छपं दृष्टवान् सरोवरसमीपे कच्छपं दृष्टवान्. तत्र कर्मणि रूपं तस्य प्रयत्नं करोति वा, नाम सः धावन् कच्छपं दृष्टवान्, कच्छपं दृष्टवान् सरोवर. केवलं लघुवाक्यं स्वीकरोतु, सः धावन् कच्छपं दृष्टवान् इदानीं कर्मपदं कर्तृपदं किं किम् अस्ति? सः धावन् कच्छपं दृष्टवान्, कच्छपं कर्तृपदं कर्मपदं दृष्टवान्, सः दृष्टवान् सः कर्तृपदं कच्छपं कर्मपदं, सः धावन् कच्छपं दृष्टवान्. इदानीं सः कच्छपं दृष्टवान्, तस्य कर्मणि किं भवति? तेन कच्छपः दृश्यते. समीचीनम्, अत्र दृष्टः भूतकाले अपि च दृष्टः. इदानीं सः धावन् अस्ति, अतः तृतीया इति कुर्मः चेत् तेन, सः इति स्थाने तेन, धावन् इति स्थाने धावता. तर्हि धावता तेन कच्छपः दृष्टः कुत्र? सरोवरसमीपे समीपे कच्छपः दृष्टः इति एव. एतादृशः अभ्यासः यदि वयं कुर्मः केवलं यत् पठामः तस्य किञ्चित् परिवर्तनं अत्र किं किं भवति तदा वाक्ये अपि के के अंशाः सन्ति इति अपि तत्र किं तत्र अनायासेन मनसि आगच्छति यथा भवति इदानीं तत्र सङ्ख्यां वदति खलु तत्र पाणिनेः सूत्राणां सङ्ख्या वदति खलु तत्र एतत् एतद् अस्ति इति भगिनि तथैव एतदपि तस्मात् एतत् बहु सरलमस्ति भगिनि for me this seems to be tougher. Yeah, anyway, yeah. That's why I came for the class more. एतं वा गृहीत्वा मम बुभुक्षां निवारयिष्यामि इति सङ्कल्प्य सः तं कचपं गृहीतुम् अग्रे गत्वा यदा हस्तं प्रासारयत् तथा कचपः पुनः जले निमग्नः अभवत् व्याधः चिन्तितवान् कचपम् अहं गृहीतुं शक्नोति चेत् मम बुभुक्षा निवारयितुं शक्नोमि बुभुक्षां निवारयितुं शक्नोमि समीचीनम् अथवा बुभुक्षा मम बुभुक्षा निवारिता भवति निवारिता भवति मम बुभुक्षा निवारिता भवति केन केन तत्र कच्छपस्य खादनेन मम बुभुक्षा निवारिता भवति इति सङ्कल्प्य सः तं कच्छपं गृहीतुम् अग्रे गत्वा यदा हस्तं प्रसारयत् तदा कच्छपः पुनः जले निमग्नः अभवत् तत् व्याधस्य समीपं दृष्ट्वा कच्छपः जले निमग्नः अभवत् ओके कच्छपं व्याधः तत्र आगच्छति इति कच्छपः दृष्टवान् व्याधस्य इच्छा अपि तत्र इच्छामपि सः ज्ञातवान् नाम तत्र किमर्थं सः आगच्छति अत्र इति सः ज्ञातवान् कच्छपः तर्हि कच्छपः किं कृतवान् सः कच्छपः जले निमग्नः अभवत् जले अन्त अधोभागे गतवान् जले सम्पूर्णतया अन्तः जलस्य अन्तः गतवान् जलस्य अन्तः गतवान् अन्ते गतवान् व्याधस्य पादौ पङ्के निमग्नौ पङ्के निमग्नौ इन् द डर्ट् इट् गाट् ओके हि गाट् स्टक् इन् द डर्ट् व्याधस्य पादौ पङ्के निमग्नौ ओके व्याधस्य पादः व्याधस्य पादः पङ्के निमग्नम् अभवत् नाम तत्र निमग्नौ इत्युक्ते तत्र पङ्केन तत्र पङ्केन तत्र बन्धनं तत्र पङ्केन बन्धनं बन्धनं अभवत् पादः पङ्केन निमग्नं न पङ्केन बन्धनम् अभवत् ओके पादयोः तत्र पादयोः पङ्केन बन्धनम् अभवत् नाम तत्र पादौ तत्र पादयोः तत्र पादौ ततः सः तत्र पादयोः मोचनं तत्र किं तत्र अन्यपदं कोऽपि वदति कोऽपि वदति वा तत्र नाम ततः सः विमुक्तः महोदय तत्र विमुक्तौ न कर्तुं शक्तवान् न शक्तवान् शक्तवान् नाम तत्र बन्धनम् बद्धौ तत्र पादौ पङ्क्ते पङ्के बद्धौ आदौ पङ्क्ते निमग्नौ बद्धौ तत्र निमग्न मज्ज धातुतः आगतः वा निमज्जनम् इति मन्ये भगिनि हा हा मज् मग्नः हा तत्र धातुः मज्जते तथैव सः तत्र सः बहिः सः न आगन्तुं शक्तवान् तत्र व्याधः तदैव सिंहः तत्समीपम् आगत्य तं मारयित्वा खादितवान् तदा सिंहः व्याधस्य समीपम् आगत्य व्याधं मारयित्वा सिंहः खादितवान् तत्र तदैव इति अस्ति तत्र किमस्ति तदा एव तदा एव समीचीनं भगिनि तदा एव तस्मिन् एव समये तस्मिन् एव समये सिंहः व्याधं समीपम् आगत्य व्याधं मारयित्वा खादितवान् सिंहः खादितवान् इति अस्ति समीचीनं भगिनि हा अस्तु इदानीम् उषाधिपत्य भगिनि समीचीनं भगिनि धन्यवादः महोदय आं महोदय एतत् सर्वं दृष्ट्वा मयूरी काकाय सिंहाय कच्छपाय च कृतज्ञतां समर्प्य पतिं मयूरम् उद्दिश्य उक्तवती एतत् सर्वम् इत्युक्ते सिंहः तस्य समीपं तम् इत्युक्ते तत्र व्याधः न महोदय मारयित्वा खादितवान् एतत् सर्वम् इत्युक्ते किम् एतत् कच्छपः जले निमग्नः अभवत् व्याधस्य पादौ पङ्के निमग्नम् अभवत् अपि च सिंहः तस्य समीपं गत्वा तं समीचीनं भगिनि नाम एतावत् याः घटनाः अभवन् तत्र ताः तानि सर्वाणि दृष्ट्वा मयूरी काकाय सिंहाय कच्छपाय चतुर्थी विभक्ति तत्र तस्याः कृतज्ञा समर्पयित्वा अनन्तरं समर्प्य अनन्तरं पतिं मयूरं दृष्ट्वा उक्तवती किम् उक्तवती इत्युक्ते विवाहात् पूर्वं मया मित्राणां सङ्ख्या पृष्टा आसीत् अतः एव यदा कष्टकालम् आगच्छति चेत् न प्रथमवाक्यस्य अर्थः तदनन्तरं तत्र द्वितीयवाक्ये एषः अर्थः भवति प्रायः विवाहात् पूर्वं मया मित्राणां सङ्ख्या पृष्टा आसीत् तत्र कर्मणि रूपे अस्ति कर्तृरूपे किं भवति अहं विवाहात् पूर्वम् अहं मित्राणां सङ्ख्यां पृष्टवती समीचीनं तथैव अस्ति अग्रे ततः एव भवता अत्रापि कर्मणि अस्ति ततः एव भवता मित्राणां प्राप्त्यै प्रयासः कृतः भवता तत्र तृतीया विभक्ति अस्ति मित्राणाम् अतः एव भवान् मित्राणां प्राप्तिः इति प्राप्त्यै प्राप्ति इति विभक्ति का अस्ति विभक्ति प्राप्ति तृतीय बहुवचने अस्ति महोदय न विसर्गः नास्ति खलु प्रातिपदिकं तृतीय प्राप्तिः तर्हि स्त्रीलिङ्गपदं मति शब्दवत् अस्ति वा महोदय सत्यं भगिनि प्राप्तिः भक्तिः सर्वं मति शब्दवत् तर्हि विभक्ति का तर्हि मित्राणां प्राप्त्यै तृतीया मतिः मतिः मतिः मति देव्यै नद्यै मत्यै चतुर्थी प्राप्त्यै प्रयासः कृतः. तत्र किमर्थं चतुर्थी? अतः एव भवता मित्राणां प्रयासः अस्ति खलु भगिनि, प्रयासः, सः प्रयासं कृतवान् सः प्रयासं कृतवान् खलु, भवान् प्रयासं कृतवान् इति कर्तरीरूपं. तत्र प्रयासः तत्र प्रयासं कृतवान् इति केवलं यदि भवती पठति अथवा शृणोति तत्र एषः प्रयासं कृतवान् इति कृतवान् तदा मनसि कः प्रश्नः उदेति? एषः प्रयासं कृतवान् इति तदा प्रश्नः कः उदेति? मित्राणां प्राप्ते प्रयासं न तत्र कथां सर्वं तस्य तद् मास्तु, केवलं एतद् वाक्यमस्ति इति चिन्तयतु भगिनि. सः प्रयासं कृतवान् इति अस्ति. इदानीं भवती प्रयासं कुर्वती अस्ति. प्रयासं कुर्वती अस्मि महोदय. That is the ruler. Go to Tata, okay? This is the class. Please. Okay? Say Namaste. Namaste, Mahodaya. Namaste. Namaste. Ekam dve vadatu. Ekam dve trini chatvari पञ्च षट् सप्त अष्ट नव दश. ओ उत्तमम् उत्तमम्. स्पेनिश् भाषायां वदति महोदय, अपि च आङ्ग्लभाषायां, संस्कृतभाषायाम् अपि, कन्नड तमिळ् भाषायां. सुन्दरं सुन्दरं. तस्य नाम किं भगिनि? वाट्स् योर् नेम्? किम्? आशर् आशर् महोदय. समीचीनम्. एकनिमिषं महोदय, अस्तु महोदय, अहं वदामि. मम प्रयासः भङ्गः जातः महोदय. भग्नः जातः. नाम प्रयासः इति अस्ति चेत् वदतु महोदय. अन्य कोऽपि तर्हि पठेत् खलु भगिनि, अथवा भवती एव पठति वा? तर्हि शुभा भगिनी, भवती इतः पठति वा किञ्चित्? पठामि महोदय. अस्तु अस्तु अस्तु अस्तु, पठतु भगिनी, सम्यक् पठतु. मम प्रस्तावः एवम् उपयोगाय अभवत् इति. न न, ततः पूर्वं तत्र ततः एव प्राप्ति मित्राणां प्राप्ति प्रयासः कृतः. भवान् मित्राणां प्राप्त्यै प्रयासं कृतवान्. तत्र प्राप्ति इति अर्थः कः? चतुर्थी अर्थः, विभक्त्याः अर्थः कः तत्र? फा हा, तथैव किन्तु संस्कृतेन किन्तु नाम प्राप्त्यै नाम तद् प्राप्तुं चतुर्थी भवति खलु चतुर्थी विभक्तेः एकः अर्थः अस्ति तत्र किमर्थं खलु किं कर्तुं किमर्थं तत्र चतुर्थी भवति तथा अत्र एव तथैव प्राप्तेः प्राप्तेः कृते अथवा प्राप्त्यर्थं यदा मयूरी विवाहात् पूर्वं पृष्टवती तदनन्तरम् एव सः प्रयत्नं कृतवान् मित्राणां मित्राणां प्राप्तेः तत्र प्राप्तिः भवतु तत्र मित्राणां प्राप्तिः भवतु तत्र इति सः तस्मिन् विषये सः प्रयासं कृतवान् मम प्रस्तावः एवम् उपयोगाय अभवत् इति मम इत्युक्ते मयूर्याः प्रस्तावः प्रपोसल् इति अस्ति महोदय सत्यं भगिनि नाम या सा सूचितवती सूचना प्रस्तावः नाम तत्र मित्राणि भवन्तु इति सूचना या सा उक्तवती सा सूचनायाः उपयोगः अस्ति अभवत् तस्याः सूचनायाः उपयोगः अद्य अभवत् उपयोगाय अभवत् आम् अद्य यदि मित्राणि न अभविष्यन् तर्हि आवयोः शावकाः अपि जीविताः न अभविष्यन् इदानीं क्लिष्टप्रश्नः भगिनि यतोहि तत्र नाम तत्र अभविष्यन् इति अस्ति तत्र लकारः कः अभविष्यन् भविष्यति इति भविष्यन् लृङ्लकार महोदय प्रथमपुरुष बहुवचने तत्र लकार तत्र अर्थः कः इति वदतु लोट्लकार नास्ति आकरिष्यन् इति अस्ति इति नास्ति भगिनि ह्रस्व आकारः अभविष्यन् अभविष्यन् अभविष्यत् अभविष्यताम् अभविष्यन् अर्थः कः शावकापि जीवः न अभविष्यन् यदि यत् न अभवत् नाम तत्र न अभवत् चेत् न एतत् न अभवत् अन्यत् एव अभवत् एतत् सत्यं नास्ति किन्तु केवलं वयं मनसि सङ्कल्पयामः अस्तु भावं तत्र भावयामः तत्र यदि एतत् अभविष्यत् तदा किम् अन्यत् अभविष्यत् इति केवलम् अस्माकं मनसि एव कल्पना एव अस्ति सत्यं भिन्नम् अस्ति इत्युक्ते यदि न वृष्टिः अभवत् तर्हि अहं बहिः गमिष्यामि इति यदि वृष्टिः न वृष्टिः अभविष्यत् अथवा न अभविष्यत् तर्हि अहं बहिः अगमिष्यम् इति तादृशं तत्र अस्तु तर्हि अग्रे तर्हि आवयोः शावकाः अपि जीविताः न अभविष्यन् इत्युक्ते यदि मित्राणि न सन्ति चेत् आवयोः शावकाः आवयोः लघुशावकान् अपि न जीविताः न नाम न जीवन्ति श्रावकाः न जीवन्ति. अतः मैत्री सर्वेषु सम्बन्धेषु सम्बन्धेषु अमूल्यसम्पत्तिः भवति. अतः मैत्री सर्वेषु इत्युक्ते सर्वेषु सम्बन्धेषु मैत्रीसम्बन्धः बहु मूल्यमस्ति. तस्य तत्र हा तत्र अस्तु क्रियापदं किमस्ति अत्र अस्मिन् वाक्ये? सम्पत्तिः भवति भवति भवति. कर्तृपदम् सम्पत्तिः सर्वेषु सम्बन्धेषु सप्तमी बहुवचने. मैत्री भवति. मैत्री कीदृशी भवति? मैत्री अमूल्यसम्पत्तिः भवति. कुत्र अथवा कस्मिन् सर्वेषु सम्बन्धेषु अमूल्यसम्पत्तिः भवति मैत्री. समीचीनं. अग्रे. अस्माकं जीवने उत्तममित्राणि सर्वदा दुग्धे शर्करा इव भवन्ति. इत्युक्ते अस्माकं जीवने मित्राणि सर्वदा दुग्धे शर्करा इव. दुग्धम् अस्ति चेत् तस्मिन् शर्करा अपि शर्करा इव. नाम तत्र केवलं दुग्धम् एव न पिबामः, शर्करया तत्र युक्तं दुग्धमेव पिबामः खलु. तथैव तथैव तत्र जीवनमपि तत्र उत्तममित्रैः युक्तमस्ति चेत् जीवनं सुखेन समीचीनं. तत् समीचीनं भवति. यथा दुग्धे शर्करा भवति तथैव जीवने उत्तममित्राणि अपि भवन्ति इति सानन्दम् अवदत् मयूरः. सानन्दं नाम आनन्देन सह मयूरः मयूरः अवदत् इति अस्ति. समीचीनं भगिनि. हा अस्तु, क्षम्यतां महोदय. न न भगिनि, नाम किम् इति तत्र मया सम्यक्तया न श्रुतम्. आशर् महोदय, एस् हेच् इ आर्. आशर्. अस्तु अस्तु भगिनि. अर्थः कः? आशर् बैबल् मध्ये अस्ति महोदय. अहमपि ओ अस्तु अस्तु अस्तु अस्तु आशर् अस्तु भगिनि. द्वितीया पुत्रस्य नाम अस्ति. अहमपि न श्रुतवती नेम् नाम किम् इति. अतः एव पृष्टवान्. धन्यवादः भगिनी. तस्य नाम अस्ति कश्मीर्. एषः अस्ति आशर्, अन्यः अस्ति कश्मीर्. साक्षात् कश्मीर् इति एव नाम. आम् महोदय. अस्तु अस्तु अस्तु अस्तु. सः तत्र ज्येष्ठ न, सः कनिष्ठः अस्ति. कनिष्ठः अस्ति अस्तु अस्तु. एषा ज्येष्ठा अस्ति. प्रथमतया प्रतिदिनम् अत्र आगत्य भोजनं करोति महोदय. तदनन्तरं गृहं गच्छति. अस्तु अस्तु अस्तु. पाठशालात् अत्र आगत्य तदनन्तरं गृहं गच्छति. आं महोदय. समीचीनं भगिनि, उत्तमं. तर्हि प्रतिदिनं तत्र बालकानां दर्शनं. समीचीनं भगिनि. अस्तु, उत्तममस्ति. तर्हि तत्र किम् अग्रे पठामः वा अथवा अस्मिन् अस्यां कथायामपि तत्र प्रश्नाः सन्ति वा? समीचीनमस्ति कथा, समीचीना अस्ति कथा. चोप्पा भगिनी निमग्नः इति धातु किम् इति? मया न प्राप्तं भगिनि. मस्जिद् निमस्जिद् धातुः नास्ति खलु? नाट् निमस्ज, मस्ज, मस्जिद्. मस्जिद् दृष्टवती, पूर्वमपि दृष्टवती, न प्राप्तं मया. मस्जिद् धातुः अस्ति वा? आम् आं भगिनि. ओ मया न प्राप्तं भगिनि. लिङ्क् प्रेषयति वा मस्जिद्? ऐ जस्ट् लुक् इन् टु द बुक् भगिनी धातु ओ अस्तु तर्हि तत्र षष्टमगण षष्टमगण भगिनी षष्टमगण अस्तु भगिनि पश्यामि धन्यवादः श्रुतमस्ति धातुः कः इति वदतु भगिनि मस्ज् मस्ज् नाट् निमस्ज् ऐ पुट् इट् सुदादिगणे वा सुदादिगणे आम् अस्तु भगिनि प्यूरिफै मकारः सकारः जकारः महोदय महोदय लघुशावकान् पदस्य पर्यायवाचकपदं किम् अस्ति महोदय शावकाः तत्र लघु पपी इति तत्र बेबी इति तु तत्र अस्ति खलु तत्र किं शिशु शिशवः शिशु शिशवः इति अस्ति खलु इत्युक्ते अन्य वदतु भगिनि एनिमल्स् बेबीस् इति कथं वदनीयं महोदय लैक् ओ हा तद् न जानामि भगिनि हा द्रष्टव्यम् अस्ति भगिनि मस् मस् इति उक्तवती वा मज् इति अपि धातुः अस्ति खलु तद् नास्ति खलु अत्र तद् नास्ति महोदय मज् नास्ति खलु महोदय सकारजकार ओ तकारजकारः मकारः सकारः जकारः जकारः इति वा आं महोदय ओ तत्र ओम् अस् ओ इति पूर्वम् अस्ति वा भगिनि तर्हि दिस् बुक् ओन्ली गिव्स् मी जस्ट् मस्ज् ओ अस्तु अण्ड् देन् ऐ केन् फैण्ड् औट् भगिनि अस्तु अस्तु मस् इति अस्ति मस्तीं परिणामे किन्तु तत् एतत् नास्ति यतोहि तत्र क्रियापदं किं भवति भगिनि रूपं प्रथमाविभक्त्यां क्रियापदं मज्जति मज्जति मज्जति बट् पास् पास् पाट् सुपल् इट् इस् मग्न या मज्जति सप्रत्यय ओ मज्ज् इति अस्ति किन्तु हा मज् इति अस्ति मज् इति किन्तु मज् इति अस्ति चतुर्थे ओ महोदय तत्र किमर्थं न प्राप्तम् इत्युक्ते केषाञ्चन धातूनां पूर्वं कदाचित् एक व्यञ्जनम् अस्ति टु मस् जो इति अस्ति महोदय मूलधातु मस् जो इति अस्ति तत्र टु इत्यस्य छुटु इत्यनेन लोपः ओकारस्य लोपः अनुनासिक ओकारः अतः मस्ज् इति तिष्ठति अतः तत्र न प्राप्तं हा मज्जति इति आगच्छति मस्ज् इति लौकिकधातुः किन्तु टु मस् ज्यो इति तत्र वाट्साप् मध्ये प्रेषयामि महोदय प्रेषयामि वा परस्मैपति अकर्मकदातु अस्तु अस्तु समीचीनं प्रेषयतु भगिनि कृपया अस्तु महोदय अस्तु समीचीनम् अस्ति तर्हि तत्र अन्यत् अग्रे तत्र किं कुर्मः अग्रे अग्रिमे सप्ताहे वर्गे सन्धिः इति भवेत् वा अथवा किं सन्धिः भवेत् महोदय यतोहि नो चेत् यत् यत् सर्वं वयं पठितवन्तः तत् तस्य विस्मरणं भवति एतावत् जस्त्वसन्धि चट्वसन्धि अनुनासिकसन्धिः तावत्पर्यन्तम् आगतवन्तः खलु आम् नो चेत् तत्र सर्वं विस्मरामः तर्हि अग्रिमे वर्गे तत्र सन्धिकार्यमेव कुर्मः तत्र गीताप्रवेशे तत्र मध्ये मध्ये कर्तुं शक्नुमः महोदय कथाः कर्तुं शक्नुमः अस्तु अस्तु भगिनि तर्हि तत्र यतोहि तत्र सन्धिपाठः इति पश्यामश्चेत् तत्र किम् अग्रे अनुस्वारसन्धिः तत्तु लघु अस्ति परसवर्णसन्धिः अस्ति हा बहु चत्वसन्धिः अस्ति पूर्वसवर्णसन्धिः अस्ति हा सत्त्वसन्धिः अस्ति बहु किमपि तत्र सन्धिपाठः तत्र कियत्पर्यन्तम् अस्ति तत्र 17 पेज् अनचिच अनचिच त्रि नाम तत्र द्विषष्टिः पर्यन्तम् अस्ति भगिनि खलु नाम तत्र पञ्चमपाठः अस्ति महाविद्यालये भगवद्गीता तत्र नत्वं भवति पुस्तके वा पुस्तके पुस्तके पुस्तके नाम गीताप्रवेश हा सत्यं भगिनि हा अतः एव तत्र तर्हि मध्ये मध्ये तत्र वयं कथां पठामः आम् आम् तथा एव रुचिकरं भवति सत्यं भगिनि किन्तु तत्र किञ्चित् पाठः तदनन्तरं तस्य प्रयोगः कथायां तत्र ये अंशाः कथायां सन्ति इति तत्र तेषां तत्र दर्शनं यदि भवति चेत् समीचीनं नाम तत्र हा तत्र थियरि अण्ड् प्राक्टिस् इति अस्तु तर्हि अग्रिमे वर्गे तर्हि सन्धिकार्यम् इति पुनः आरम्भं कुर्मः सन्धिपाठः अस्तु तर्हि तर्हि तत्र उषास्वामिनाथन् भगिनी तत्र शान्तिमन्त्रं वदति वा तदनन्तरं तत्र पूर्णमतः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय धन्यवादः नमस्कारः धन्यवादः महोदय